त्वदन्विताश्च ये जीवा भविष्यन्ति कलाविह पापिनोऽपि गमिष्यन्ति निर्भयम् कृष्णमन्दिरम् त्वदन्विताः भक्त्यन्विताः भक्तियुताः ये जीवाः कलौ भविष्यन्ति कलियुगे ये भक्तियुताः जनाः भविष्यन्ति ते पापिनः अपि पापं कृतवन्तः अपि निर्भयं कृष्णमन्दिरं वैकुण्ठं गमिष्यन्ति कलौ युगे केवलं भक्तिकारणेन वैकुण्ठगमनं शक्यम् इत्यर्थः।